सर्वेषां नमो नमः। अस्माकं भाषापाकः इति पुस्तकस्य अद्यतनविषयः भवति षट्चत्वारिंशत् अध्यायः अवतर्तेः सकर्मकता इति विषयः अस्ति। अस्तु, आरम्भं कुर्मः। अवतरतेः सकर्मकता। शिष्य वदति, श्रीमन् सः कूपे अवतरति इति प्रयोगः साधु उत सः कूपम् अवतरति इति प्रयोगः। शिष्य प्रश्नं पृच्छति आचार्यतः, कोऽपि बालक कूपे अवतरति इति प्रयोगः साधु अथवा असाधु? उतः कूपम् अवतरति अथवा कूपे अवतरति, किति प्रयोग आवश्यकम् अथवा साधु असाधु? कूपे अत्र कूपे सप्तमी विभक्ति एकवचनं, तदि कूपं तृतीयविभक्ति एकवचनं, तत्र द्वयं शब्द प्रयोग शायद प्रश्नं पृच्छति, को साधु अथवा असाधु? अति उत्तमं महोदय, अति उत्तमम्। अस्तु, आरम्भे इदानीं पश्यामः। अस्माकं समीपे वाक्यद्वयमस्ति खलु। प्रथमं वाक्यमस्ति सः कूपे अवतरति, द्वितीयं वाक्यमस्ति सः कूपम् अवतरति। कः साधुः इति प्रश्नम्। यथा महोदयेन उक्तम्, अवतरति इति अस्ति, कुतः आगतः अग्रे गत्वा पश्यामः। तत्र खण्डनं कृत्वा धातुः कः, उपसर्गः कः, कीदृशप्रयोगः, कीदृशधातुः अवतरति अस्ति चेत् कीदृशप्रयोगः स्यात् इति प्रश्नः अस्ति। अस्तु, समीचीनम्, अग्रे गच्छामः। कुशल महोदय। महोदय, एतत् पाठम् अभवत् खलु? प्रायः बहु किमपि न अभवत् इति अहं चिन्तयामि। बहु किमपि आगच्छ इत्युक्ते मिलित्वा कृतवन्तः सर्वे खलु इति अहम् आचार्यः। हा, इति भवान् सत्यमेव वदति। अहम् अत्र न आगतं कक्षायां, एतत् पाठं यदा अभवत्। बहु किमपि सरिता भगिनी अहमपि न आगत। हा, पुनः क्रियते चेत् अपि न कोऽपि तत्र क्षतिः अस्ति। बहु किमपि अत्र नूतनतया अपि आगच्छति, तर्हि कुर्मः अन्यत् एकवारं पुनः। ये पठितवन्तः पुनरभ्यासं भविष्यति, ये न पठितवन्तः तत्र नूतनमपि तत्र शिक्षामपि भविष्यन्ति तेन कृते। अस्तु अस्तु, समीचीनम् इति अस्ति वाक्यद्वयं यथा महोदयेन उक्तं, तत्तु सम्यक् एव। अग्रे तर्हि कुशलमहोदय, अग्रे किं भवति? आचार्य, किं वाक्यं साधु इति चिन्तनात् पूर्वम् अवतरति इत्येतत् सकर्मकम् उत अकर्मकम् इति चिन्तनीयम्? साधु अथवा असाधु चिन्ततात् पूर्वं धातु सकर्मक अस्ति अथवा अकर्मक अस्ति इति जानामि। हा, अस्तु महोदय, तत्र एकनिमिषः, तत्र पठनदोषः आसीत् भवतः, उत् इति नास्ति, उत उत उत उत उत इत्युक्ते अथवा अथवा, समीचीनम्. अस्तु, हा तर्हि आचार्यः वदति, हा अवतरति इति वदनेन इत्युक्ते सकर्मकं साधुवाक्यं किम् अस्ति इति निर्णयात् प्राक् तत्र क्रियापदमस्ति अवतरति, खलु क्रियापदमस्ति अवतरति. तर्हि अवतरति इत्यस्यात् इत्येतत् इति तत्र कीदृशसन्धिः अस्ति पदविच्छेदं कृत्वा वदतु महोदय. उपसर्गः अस्ति, तरति न न न इत्येतत् इत्येतत् इति पदमस्ति वा तत्र? पदविच्छेदं कृत्वा सन्धिं वदतु. इति एतत् यणसन्धि इति एतत् सकर्मकम् उत अकर्मकम् यणसन्धेः पाणिनिसूत्रं किं? यणसन्धेः पाणिनिसूत्रं पठितम् अस्माकं खलु? आम् आम्. देवकान्तमहोदय विग्रहवाक्यं देवकान्तमहोदय इको यणचि इत्युक्ते स्थाने यन् आदेशः भवति अचिपरे अचिपरे आम् सम्यक् सम्यक् अत्युत्तमम् तत्र तत् उत्सर्ग सूत्र अस्ति चेत् अपवादः सवर्णदीर्घ भवति वा? कुत्र सवर्णदीर्घसन्धे तस्य अपवादः भवति चेत् इकिपरे अस्ति न इ अधिक इ तत्र सवर्णदीर्घः भवति तत्र तत्र उत्सर्ग अपवादव्यवस्था अस्ति. अस्तु सम्यक् अग्रे इदानीं सरामः. किमस्ति तत्र विजया भगिनी? शिष्य वदति अवतरति इत्यत्र यत्र तव इति उत्सर्गः तृधातुः तृधातुः लवणार्थे अकर्मक पारङ्गमनार्थे सकर्मकः अवोपसर्गपूर्वकः तृधातुः तु सकर्मकः एव. सो अवतरति अव इति उपसर्ग तरति तृधातु तृधातु लवणार्थं लवणार्थे अकर्मकः. हा प्लवन इत्युक्ते किं? प्लवन प्लवन इत्युक्ते जलमस्ति खलु? ह्रदे ह्रदे जलमस्ति. कोऽपि तत्र ह्रदं गत्वा किञ्चित् जलक्रीडां करोति अथवा जले तरति चेत् तद्भवति प्लवनं. अथवा नदी अस्ति तत्र जलम् उपरितः अधम् इति आगच्छति. अनेकानि अर्थानि सन्ति परन्तु वयं जानीमः हा तरति इति एकदृश अर्थमस्ति लवणं. लवणः तरति लवणात् हा कोऽपि बालकः बालिका मीनः किमपि इत्युक्ते धातुः अस्ति तृ तृधातुः इत्युक्ते एकः एव धातुः संस्कृतभाषायां धातु दीर्घः अस्ति न तत्र हा तृ दीर्घ तृधातुः हा तृधातुः इत्युक्ते संस्कृतेन एक एव धातुः एक एव धातोः बहवः अर्थाः सन्ति. एक एव धातोः एकमेव अर्थ इति नास्ति. एक एव अर्थः, एक एव धातोः बहवः अर्थाः सन्ति. तर्हि अत्र अस्मिन् एव उदाहरणे तृ तृ इति धातुः अस्ति. इत्युक्ते के के अर्थाः भवन्ति तृ धातोः? तर्हि एकमर्थं भवति प्लवनार्थे, इत्युक्ते जलम् अस्ति तत्र क्रीडा भवति वा, जलं तत्र उपरितः अधो भागे आगच्छति वा, एतत् सर्वम् अर्थतृ. तरणं तरति इति वयं जानीमः खलु, तरति जले कूपी तरति इति वदन्ति जनाः. सत्यमस्ति वा नास्ति वा जले इति प्रयोगः पश्यामः अद्य, परन्तु तरति इति वयं जानीमः तस्मिन्नेव अर्थे. तर्हि एकमर्थमस्ति प्लवनार्थे. द्वितीयमर्थमस्ति पारगमनार्थे. अस्तु, गमनमित्युक्ते जानीमः गत्यर्थे अस्ति खलु. तर्हि यदि प्लवनार्थे अस्ति चेत् अकर्मकः. अकर्मकः इत्युक्ते एकनिमिषः महोदय, समीचीनम्. अकर्मकः इत्युक्ते किं विजया भगिनी? अकर्मकः इत्युक्ते किं? धातुः अकर्मकः अस्ति इति कथं जानीमः? धातुः अकर्मकः अस्ति इति कथं जानीमः? अस्तु, प्रसाद् महोदय एकं, हा विजया भगिनी वदति वा? कर्म नास्ति. हा, कथं जानीमः इति प्रश्नः. अस्तु, तत्र प्रसाद् महोदय कर्तृपदं सहित उच्चार्य तत्र कर्मपदम् आवश्यकं वा न वा इति पश्यामः. कर्मपदम् आवश्यकमस्ति चेत् तत्र सकर्मकः, नास्ति चेत् अकर्मकः. उदाहरणद्वयम् इदानीं ददाति कृपया. एकम् आरम्भे सकर्मकधातुनामम् उक्त्वा उदाहरणं, द्वितीयं धातुनामम् उक्त्वा पुनः अकर्मक इति वदतु उदाहरणद्वयं कृपया. गम् धातु गच्छति, बालकः विद्यालयं गच्छति, तत्र बालकः कुत्र गच्छति अस्ति चेत् कं गच्छति, विद्यालयं गच्छति. तरति अस्ति चेत् पुष्पं तरति, हसति इति वदति, हसतु इति वदति, हसति इति वदति. हसति, हस् धातु अस्ति, हसति क्रियापदं. कर्तृपदं सहित उक्तं चेत् बालिकः हसति. अत्र कर्मपदम् आवश्यकं नास्ति. किमर्थं बालिकः हसति तत्र समाधानं नास्ति, अतः अकर्मकः अस्ति हसति. सम्यक् अवगच्छति इदानीं विजया भगिनी. प्रसाद् महोदयेन एकं महत्त्वपूर्णवाक्यम् उक्तं. तत्र सः अवदत् कर्तृपदं ज्ञात्वा अनन्तरं प्रश्नं पृच्छामः. इत्युक्ते प्रथमे वाक्यं वदनीयमस्ति, पूर्णवाक्यं, यत्र कर्तृपदमेव अस्ति क्रियापदमेव अस्ति, उभयोः आवश्यकता अस्ति. पुनः कर्मपदम् अस्ति चेत् तत्र प्रश्नं कुर्मः चेत् तस्य उत्तरं प्राप्स्यते. कं कां किं कर्मपदमस्ति कथं जानीमः? यदि कं कां किं निर्धार्य प्रश्नं पृच्छामः कर्तृपदं धृत्य आरम्भे एवं तत्र उत्तरमस्ति चेत् सकर्मकः उत्तरं नास्ति चेत् अकर्मकः फलं पतति पतति पत् इति धातुः अस्ति कं कं किं प्रश्नं पृच्छामः चेत् तत्र उत्तरं नास्ति यथा रामः हसति इति अस्ति चेत् तथा एव कं कं किं प्रश्नं कुर्मः चेत् उत्तरं नास्ति परन्तु बालिका पुस्तकं पठति बालिका किं पठति कर्तृपदं बालिका इति नीत्वा कं कं किं प्रश्नम् इदानीं पृच्छामः चेत् बालिका किं पठति उत्तरं प्राप्स्यते पुस्तकं पठति इति अकर्मकम् अस्तु तर्हि तृधातुः इति प्लवनं प्लवनार्थे अस्ति चेत् अकर्मकः परन्तु पारगमनार्थे अस्ति चेत् गमन इत्युक्ते मस्तिष्के स्थापयतु गतिसम्बन्धीयधातुः किमर्थं व्याकरणे बहुत्र आगच्छति धातुः केवलं सकर्मक एवम् अकर्मकः इति परिवारद्वयं सन्ति इति नास्ति परिवारत्रयम् इति कर्तुं वक्तुं शक्यते सकर्मक अकर्मक गत्यर्थक गत्यर्थे अस्ति चेत् तस्य प्रयोगः किञ्चित् भिन्नं भविष्यति अतः अत्र वदति पारगमनार्थे अस्ति चेत् सकर्मकः इति भवति स एव धातुः तृ इति धातुः अस्तु अन्तिमवाक्यं किमस्ति पठतु तत्र भगिनी विजया भगिनी अस्तु अन्तिमवाक्यं किमस्ति आचार्य न न तस्मात् प्राक् अन्तिमवाक्यं किमस्ति अवोपसर्गपूर्वकः तृधातुः तु सकर्मकः एव शत्रुधातु सकर्मकः कथं तत्र प्रथमपदं यत् अस्ति तत् किम् अवोपसर्गपूर्वकः अव उपसर्गपूर्वकः उपसर्ग अव उपसर्गः भवति अव यदि अवतरति अव एवं धातुः अस्ति तृ इति अस्ति चेत् किं भवति अवतरति इति सकर्मक अथवा अकर्मक सकर्मक उपसर्ग अस्ति तत् सकर्मक इत्युक्ते प्रत्येक उपसर्गः इति नास्ति केवलम् अव इति उपसर्गः अस्ति चेत् अव उपसर्ग अव उपसर्गपूर्वकः अस्ति चेत् पूर्वे अस्ति अव उपसर्गः एवं तृधातुः अनन्तरम् इति अस्ति चेत् तत्र तृधातुः यत् पदं निर्णयामः तद्भवति सकर्मकः एव अस्तु सर्वं सम्यक् एतावत्पर्यन्तम् सम्यक् सम्यक् अस्तु अत्युत्तमम् अग्रे गच्छामः तत्र प्रसाद् महोदय कृपया आचार्यः एतस्मात् स्पष्टं यत् अवतरतेः प्रयोगे किमपि कर्मपदं स्यात् इति आचार्य वदति अवतरतेः प्रयोगे कर्मपदम् अस्ति एतस्मात् स्पष्टं यत् अवतरतेः प्रयोगे किमपि कर्मपदं स्यात् इति किञ्चित् तत्र पृष्ठभागं स्वीकृत्य स्वस्यैः शब्दैः वदतु आचार्यः किमर्थम् एतद् वदति अत्र भाषापाकः इति पुस्तके बहु किमपि अस्ति चटुपुस्तकम् अस्ति एव परन्तु बहु किमपि अस्ति अत्र प्रति एकपाठः एकः नाटकः इति वक्तुं शक्यते खलु आचार्यः शिष्यः मध्ये सम्भाषणं भवति सम्भाषणमस्ति चेत् तत्र बहु किमपि वदन्ति तत्र संक्षेपेण एव, परन्तु बहु किमपि अस्ति। तर्हि अत्र आचार्यस्य पृष्ठभूमिः का, किमर्थम् एतत् वदति? शिष्यः वदति पूर्वभागे अवतरति पदे अव उपसर्गः अस्ति, तृ धातुः अस्ति, तृ धातुः प्रवणार्थे अस्ति चेत् अकर्मकः, नास्ति चेत् सकर्मकः, पारगमनार्थे अस्ति चेत् सकर्मकः भवति। अत्र तु अव उपसर्ग पूर्वकः अस्ति, तदेव तृ धातुः सकर्मकः एव इति वदति शिष्यः। आचार्यः वदति अत्र तु स्पष्टं भवति अत्र सकर्मकः इति। प्रयोग किमपि कर्मपदं शात् इति इत्युक्ते एतस्मात् स्पष्टं यत् अवतरति इति प्रयोगः यत्र अस्ति, अन्तिमं वाक्यं यत् विजया भगिनी पठितवती, अव इति उपसर्गः, तृ इति धातुः अस्ति चेत् सकर्मकः एव। तर्हि अवतरतेः का विभक्ति? षष्ठी विभक्ति। समीचीनं, मुने अवते, हा हा हा, सम्यक् सम्यक्, समानमेव अत्र भवति, अत्र षष्ठी अस्ति, सम्यक्। अत्र अवतरतेः प्रयोगे अवतरतेः, वदतु। तस्य पदस्य अवतरतेः प्रयोगे, हा अवतरतेः प्रयोगे किमपि कर्मपदं स्यात् इति, इत्युक्ते अस्माकं वाक्यद्वयम् अभवत् खलु, सर्वे लिखन्तु, पुरतः कागदं लेखने स्यात्। प्रथम उदाहरणमस्ति सः कूपे अवतरति इति प्रथमवाक्यं, सर्वे लिखन्तु एकवारं। द्वितीयवाक्यमस्ति सः कूपम् अवतरति इति अस्ति चेत् वाक्यद्वये क्रियापदं किम् अस्ति? अवतरति। हा हा, प्रसाद् महोदय, अवतरति, अवतरति एव इति साम्यमस्ति वाक्यद्वये, उदाहरणद्वये क्रियापदं, सम्यक् इति प्रथमः। यदि अवतरति क्रियापदमस्ति वाक्यद्वये, एवम् अवतरति इति सकर्मकः, सकर्मकः कथं जानीमः? यथा प्रसाद् महोदय भवतः एव उक्तमासीत्, हा कं किं काम् इति प्रश्नं पृच्छामः। तर् इति वाक्यद्वये, द्वयोः वाक्ययोः इदानीं नीत्वा तत्र कर्मपदं किम् अस्ति इति पृच्छामः खलु। हा तर्हि अग्रे शिष्यः किं वदति? पठतु महोदय। तृधातुः, तृधातुः प्लवनार्थे अस्ति चेत् अकर्मकः, पारगमनार्थे अकर्मकः। अग्रे अग्रे महोदय, अग्रे तत् उच्चारितः, तत् उच्चारितुं स्यात् अनुच्चारितुं वा, तत् उच्चारितम् अस्ति वा अनुच्चारितम् अस्ति वा कर्मपदम्? अहं मन्ये अत्र कर्मपदम् उच्चारितमस्ति वा नास्ति वा इति। उच्चारितम् अस्ति वा न वा इत्युक्ते किं? स्वस्यैः शब्दैः वदतु। अत्र वक्तुम् इच्छति वा इति अहं मन्ये। अत्र तु कूपम् अवतरति, अत्र कूपं तु कर्मपदम् अस्ति, अत्र सः कूपे अवतरति, तत्र कर्मपदं नास्ति, तत्र न उच्चारति। अत्र कर्मपदं अत्र आवश्यकं नास्ति। न उच्चार्य न जानीमः न जानीमः एतावत्पर्यन्तं खलु एतावत्पर्यन्तं न जानीमः तत् इत्युक्ते शिष्यः वदति कर्मपदं किम् अस्ति तत् वक्तुः वक्तोः उच्चारितमस्ति वा अथवा अनुच्चारितमस्ति वा इत्युक्ते कर्मपदं सर्वदा वदति वा अथवा न वदति वा वक्तुः खलु इति सः वदति कोऽपि कर्मपदं न उपयुज्य ए अपि वाक्यं कर्तुं शक्यते वा शक्यते वा कोपे कोऽपि कर्तुं शक्यते वा इति इति तत्र इति उत्तरं न जानीमः महोदय एतावत्पर्यन्तं शिष्यः वदति तत् उच्चारितं स्यात् अनुच्चारितं वा इत्युक्ते स्यात् कुत्र प्रयोगः भवति संस्कृते निश्चयतया इति तत्र नास्ति प्रायशः भवति इति मनसि अस्ति चेत् हा स्यात् इति स्यात् पदस्य प्रयोगः भवति तत् उच्चारितं स्यात् अनुच्चारितं वा इत्युक्ते उच्चारितं वा अनुच्चारितं वा स्यात् इति वदति इत्युक्ते यदि कोऽपि वक्तुं न इच्छति कर्मपदं तदपि भवति इति शिष्यः भवति अथवा वक्तुमिच्छति चेत् तदपि भवति इति वदति अस्तु अग्रे तत्र किं करिष्यामः तत्र अश्लेष महोदय आचार्य वदति अवतरतेः प्रयोगे कस्यचित् पदस्य कर्मत्वं वक्तव्यं भवति कूपे अवतरति इति प्रयोगम् इदानीं परिशीलयामः अत्र कर्मत्वं कस्य स्यात् आचार्य वदति यदि अवतरतेः प्रयोगः कस्यचित् पदस्य कर्मत्वं वक्तव्यं भवति यदि कोऽपि अवतरति इति क्रियायाः प्रयोगं करोति चेत् तत्र कोऽपि पदस्य कर्मत्वं भवति एव तस्य वक्तव्यम् अस्ति तर्हि कूपे तर्हि वयं प्रथमे कूपे अवतरति इति प्रयोगमस्ति तत् पश्यामः तस्य विश्लेषणं कुर्मः परिशीलयामः अत्र कर्मत्वं कस्य स्यात् आचार्यस्य प्रश्नमस्ति इदानीम् एते वाक्ये कूपे अवतरति इति वाक्ये कस्य कर्मत्वं भवति आम् इत्युक्ते यदि अवतरति अस्ति एवम् अव उपसर्गतृ धातोः सकर्मकः भवति चेत् कर्मपदं न उक्त्वा वाक्यमेव न कर्तुं शक्यते खलु इति कोऽपि वाक्यं वदति चेत् तत् साधु नास्ति कर्मत्वं वक्तव्यं भवति इति वदति अवतरतेः प्रयोगे कस्यचित् पदस्य कर्मत्वं वक्तव्यं भवति कोऽपि वदति चेत् कूपे अवतरति इति कर्मत्वं कस्य अस्ति अस्ति वा महोदय कूपे अवतरति वदामः चेत् अहं यदि शिष्यस्य अग्रे अस्ति सः तु कूपे वदति कूपे अपि कूपस्य कर्मपदत्वं कर्मत्वं आमामां परन्तु अन्य कोऽपि अस्ति अत्र कर्तृपदं तु कोऽपि अस्ति सः अस्ति वा बालकः अस्ति वा तर्हि कूपे किमस्ति अत्र तत्र तस्य एव कर्मत्वं भवितुमर्हति परन्तु कूपे अवतरति इति वक्तव्येन कूपमिति कर्मपदम् इत्युक्ते कूप इति पदस्य कर्मपदत्वेन तस्य प्रयोगः नास्ति खलु आम् सप्तमी उपयुज्य कृतवती इति महत्त्वपूर्णविषयः अस्ति. यथा आरम्भे विनोदमहोदयः अपि उक्तवान् इति अवतरति इति क्रियापदम् उभय उदाहरणे सत्यं, परन्तु प्रथम उदाहरणे कूपपदस्य सप्तमी, द्वितीय उदाहरणे कूपपदस्य द्वितीय इति प्रयोगः इति अस्ति कृत्वा वयम् इदानीमेव पश्यामः तत्र कूपे अवतरति इति वदनेन कर्मत्वं कस्य पदस्य स्यात्, यतोहि अवतरति इति पदं सकर्मकः अस्ति. कर्मत्वं कस्य स्यात्? तर्हि शिष्यः प्रायशः इदानीम् अवगच्छति हा कूपस्य एव स्यात्, अन्यत् किमपि कर्म भवितुमेव नार्हति. किमर्थम्? अन्यपदं यत् नास्ति सः अस्ति कर्तृपदम्. इदानीं चिन्तयति कूपपदस्य प्रायशः द्वितीया इति स्यात् खलु, द्वितीया इति स्यात् इति चिन्तयति. यतोहि इदानीं मनसि किं चिन्तयति? प्रथम उदाहरणं सत्यं वा द्वितीय प्रथम उदाहरणं साधु वा द्वितीय उदाहरणं साधु वा, मनसि इदानीं किम् आगच्छति? अष्टेश महोदय, मनसि किमागच्छति इत्युक्ते इत्युक्ते मनसि किं साधुवाक्यं किम् इति मनसि किम् आगच्छति? सः कूपे अवतरति अथवा शिष्यस्य चिन्तनमस्ति कूपे अवतरति इति साधु. हा, परन्तु सः इदानीं वदति खलु कूपस्य एव स्यात्, अन्यत् किमपि कर्मं भवितुं नार्हति खलु. तर्हि तस्य मनसि इदानीं किम् आगच्छति पुनः? ओ आमां, तर्हि अस्ति तस्य सप्तमी तु न भवेत् यदि कर्मपदम् अस्ति चेत् इति वार्ता अस्ति. इत्युक्ते सः कूपे अवतरति इति सम्यक् नास्ति इदानीं चिन्तयति. सः कूपे अवतरति इति सम्यक् न भवति इति शिष्यस्य मनसि आगच्छति इदानीं, यतोहि अत्र लिखितं नास्ति. सः चिन्तयति आमामाम् अवगच्छामि भोः. यदि सकर्मकः अस्ति चेत् कर्मपदस्य प्रयोगः आवश्यकम् एव, न अन्यत् पन्थाः अस्ति अत्र, मार्गः एव नास्ति द्वितीयः. कर्मपदं निश्चयेन वक्तव्यमस्ति अत्र, अनुच्चारितं न भवेत्, उच्चारितम् एव इति अस्ति अत्र. सम्यक्. परन्तु कूपे जलम् अवतरति इति अपि वक्तुं शक्नुमः? तत्र तत्र महोदय, तत्र इदानीं पश्यतु तत्र किं भवति. तत्र अन्यत् पदं तत्र आनीतं खलु जलमिति कृत्वा. अस्माकं नूतनपदस्य अस्माकं स्वतन्त्रता नास्ति. नूतनपदं आनीमः इति कृत्वा तत् न भवति अत्र. उदाहरणद्वयं लिखितं, तत्र अन्यत् नूतनपदम् इति न प्रयोगं कर्तुं शक्यते. यदि वाक्यं वदति चेत् नूतनपदप्रयोगः, तत्र पृष्ठभूमिः एव भिन्नम् अस्ति तत्र खलु. तर्कस्य पृष्ठभूमिः एव तत्र भिन्नम् अस्ति, समानं नास्ति. अस्तु, अन्य कोऽपि प्रश्नः वा एतावत्पर्यन्तम्? अस्तु, समीचीनं. देवकान्तमहोदय. आम् आचार्यः, अतः कूपम् अवतरति इति प्रयोगः साधुः भवति. चारुदेवशास्त्रिणः लिखन्ति, तरतेः सकर्मकत्वात् अवतीर्णा मकारमस्ति वा निम्नगाम् इत्येव साधु इति. हा, या आचार्यः वदति कूपम् अवतरति इति प्रयोगः एव साधु न तु कूपे अवतरति. किमर्थम् अव इति उपसर्ग अस्ति इति कारणात् चारुदेवशास्त्रिणः एक व्याकरण व्याकरण वैयाकरणः अस्ति आसीत् सः लिखन्ति तरतेः सकर्मत्वात् अवतीर्णा निम्नगाम् न अवगच्छति महोदय निम्नगाम् इत्युक्ते नास्ति चिन्ता तत्र सरदा भगिनी किञ्चित् सायं करोति वा तत्र किं किम् अस्ति तर्हि पुनः शृणोतु महोदय भवतः उत्तरदायित्वमस्ति पुनः भवान् वदति अग्रे भगिनी अस्ति वा भगिनि क्षम्यतां भवान् तत्र निम्नगाम् इत्यस्य अर्थः अहमपि न जानामि भवान् हा हा वदामः परन्तु अन्यत् किं किम् अवगच्छति तद् वदतु. हा तत्र कूपम् अवतरति इति प्रयोगः एव साधुः किमर्थं तत्र अव अधिकतृधातु त्रिधातु तत्र सकर्मकता अस्ति चेत् तत्र कर्मपदस्य आवश्यकता अस्ति एव. चारुदेवशास्त्रिणः कोऽपि वैयाकरणः अस्ति सः लिखति तरतेः सकर्मकत्वात् अवतीर्णा निम्नगाम् तत्र तरतेः सकर्मकत्वात् तरतेः तत्र षष्ठीविभक्ति एकवचनम् अस्ति तस्य सकर्मकत्वात् अवतीर्ण इति अवतीर्णा तत्र अवतीर्णा तत्र अवतीर्णः इति मन्ये निम्नगाम् तत्र यः तत् किञ्चित् क्लेशः अस्ति परन्तु यः तत्र द्वितीयाविभक्तिः निम्नगाम् इति द्वितीयाविभक्त्या विभक्तिः अस्ति तत्र तस्य अर्थः न जानामि इति एव साधु इति नदीः अर्थम् निम्नका अर्थात् नदीः हा वदामः इदानीम् अस्तु तत्र कथम् अभवत् एतत् सर्वं चिन्तयामः तरति खलु तरति इति अस्ति तरतेः सकर्मकत्वात् अवतीर्ण इति लिङ्गं किमस्ति अवतीर्ण स्त्रीलिङ्गमस्ति तर्हि मनसि आगच्छ हा समीचीनं मनसि इदानीम् आगच्छति अत्र स्त्रीलिङ्गं कस्य अस्ति अवतीर्णा इति अस्ति चेत् तत्र गो खलु धेनुः गो विभक्ति कोऽपि जानाति वा गवां गावौ इति भवति गो गावौ गावः गवां गावौ गवां वा गवा हा गवा गोभ्यां गोभिः गवे गोभ्यां गोभ्यः गवेः गोभ्यां गोभ्यः इति भवति न द्वितीया एकवचनं केवलं द्वितीया एकवचनं गो गावौ गावः द्वितीया प्रथमा गवां गावौ गावः गवामस्ति गवां वा गां वा न गां न गवामस्ति गो गावौ गां गावः गवां गावौ गावः मन्ये भवान् तत्र प्रयासः तत्र गामेव अस्ति द्वितीय एकवचनं गां गावौ गावः आमामाम् अस्ति चेत् तत्र धेनुः इति तत्र निम्नगाम् अस्ति तत्र खलु इति यतोहि ततः आगच्छति स्त्रीलिङ्गप्रयोगः अवतीर्णा इति खलु गोः द्वितीयैकवचनम् अस्ति भवति गाम् इति कृत्वा तरतेः सकर्मकत्वात् अवतीर्णा निम्नगाम् तरतेः इत्युक्ते तरतिपदस्य षष्ठी एकवचनं तरतेः तरतिपदस्य सकर्मकत्वात् सकर्मकम् अस्ति चेत् किं भवति अवतीर्णा भवति कस्य अवतीर्णा भवति इति निम्नगाम् यः निम्नः अस्ति निम्नगामी अस्ति यः गो निम्नगामी अस्ति अवतीर्णः कस्य भवति इत्युक्ते अवतीर्णा सा भवति गोः इति अस्ति तरतेः सकर्मकत्वात् अवतीर्णा निम्नगाम् इति चारुदेवशास्त्रिणः लिखन्ति वैयाकरणाः लिखन्ति इत्येव साधुः भवति इत्युक्ते तरति यत् पदम् अस्ति इत्युक्ते अव इति अस्ति यत्र सकर्मकः यथा भवति कुत्र सकर्मकः भवति तृधातोः गमन इत्युक्ते अव उपसर्गः तृधातुः अस्ति चेत् सकर्मकः इति अस्ति चेत् तत्र सकर्मकः अस्ति चेत् तत्र वक्तव्यमस्ति एव खलु कर्मपदं किमस्ति कूपे अवतरति इति वदनेन सम्यक् नास्ति कूपे वदनेन इति कूपे अवतरति इति सम्यक् नास्ति एवं कोऽपि वदति अहं न वदामि इति अपि सम्यक् नास्ति वक्तव्यमेव एव अस्ति यदि सकर्मकः धातुः अस्ति चेत् कर्मपदं वाक्ये वक्तव्यमस्ति अथवा वाक्यं सम्पूर्णमपि नास्ति असाधुः अपि अस्ति खलु इति वार्ता अस्ति अत्र चारुदेवशास्त्रिणः ये लिखन्ति अस्तु अग्रे तर्हि महोदय शब्दकोशे निम्नगा अर्थं नद्याः भवति नदीः हा महोदय तत्र सम्यक् हलन्त् नास्ति तत्र निम्नगामी इति चिन्तयति खलु हलन्त् नास्ति तत्र महोदय तत् सम्यक् एव गति अर्थे एतत् सर्वं भवति परन्तु अत्र स्त्रीलिङ्गं कुतः आगतः इति प्रश्नः भवति महोदय यतोहि अवतीर्णा इति अस्ति स्त्रीलिङ्गं कुतः आगतः इति धेनोः अर्थे अस्ति निम्नगां धेनुः यत् अस्ति तत्र उपरितः अधोभागे जले तरति अवतीर्णा अस्ति सः एव धेनुः इति तस्मिन्नेव अर्थे अस्ति अस्तु सम्यक् अग्रे हा तत्र करोतु महोदय इदानीं सम्यक् वा देवकान्त महोदय प्राचीनाः प्रयोगाः यथा अपि नाम अवतीर्णोऽसि बाणगोचरं मालव्याग्निमित्रम् इति अहं मन्ये अत्र अत्र किञ्चित् वदति वा अपि नाम अवतीर्णाः असि बाणगोचरम् अवतीर्णः असि बाणगोचरं परन्तु क्रियापदम् अवतीर्णः इत्युक्ते क्रियापदं नास्ति खलु क्रियापदं गत्यर्थकः अस्ति चेत् तस्य प्रयोगः कर्तरीप्रयोगः भवितुम् अर्हति न, तत् समीचीनमस्ति. आमां तर्हि महोदय, तत्र देवकान्तमहोदय, तस्मिन् एव सन्दर्भे अस्माकम् अद्यतनविषयः अस्ति. अस्मिन्नेव उदाहरणे यत् अस्ति अग्रे तावत् तस्मिन्नेव विषये चर्चा भवति. कुतः अहं न द्रष्टुं शक्नोमि क्रियापदं कुत्र अस्ति, वदतु किं किञ्चित्. या बाणगोचरं कर्मपदमस्ति इति इति वाक्ये द्वितीया विभक्ति प्रथम एकवचनं बाणगोचरं. द्वितीय क्रियापदं क्रियापदं ओ क्रियापदम् असि इति. असि इदानीं न त्यजामः चेत् असि त्यजामः चेत् अवतीर्णः कृदन्तरूपम् अस्ति. बाणगोचरं कर्मपदम् अस्ति. तर्हि प्रयोगः कर्तरि वा कर्मणि वा? स्थितिः अवगच्छति खलु अत्र? कर्तरि एव. तर्हि तर्हि कस्य क्तान्तप्रत्ययस्य प्रयोगः यदा भवति यथा अत्र अवतीर्णः, क्तान्तप्रयोगे कस्य कर्मणि भवति धातोः, सकर्मक वा अकर्मक वा? पुनः वदतु भवान् प्रश्नं. उत्तरं तु केवलं तत्र महोदय एव आरम्भे ददाति, यदि यदा न दत्तुं शक्नोति चेत् अन्ये वदन्ति. अस्माकं क्त इति प्रयोगः अस्ति खलु, वयं जानीमः. गत इति पदमस्ति चेत् वयं जानीमः तत्र गतः इति भवितुमर्हति, गता भवितुमर्हति, गतमपि भवितुमर्हति खलु, लिङ्गपरिवर्तनं यथा भवति क्तप्रत्ययः भवति चेत्. तर्हि अत्रापि अवतीर्णः अवतीर्णा अवतीर्णमपि भवितुमर्हति. तर्हि अत्र अवतीर्णः इति अस्ति, वयं जानीमः असि इति त्यजामः चेत् अवतीर्णः यत् पदं तस्य क्तान्त इति भवति खलु, क्तप्रयोगः अत्र अस्ति. रिक्त यदा प्रयोगः अस्ति तत्र अत्र प्रश्नद्वयं, धातुः सकर्मकः अस्ति वा अकर्मकः अस्ति वा? यदि सकर्मकः अस्ति चेत् कीदृशप्रयोगः, यदि अकर्मकः अस्ति चेत् कीदृशप्रयोगः इति नियमः आरम्भे सर्वे अवगच्छन्ति चेत् अग्रे गमनं सुलभम् अस्ति. एतत् सर्वं वयं पठितम् अस्माकं. किञ्चित् वदति वा स्वस्यैः पदैः महोदय? न न स्मरति चेत् अन्य कोऽपि वदेत्, चिन्ता नास्ति. कोऽपि कठिनं नास्ति, केवलं प्रयासः इदानीमेव मनसि नास्ति, कठिनं तु नास्ति. किञ्चित् शृणोति चेत् पुनः मनसि आगच्छति. अस्तु, प्रयासः. अश्लेष महोदय स्मरति एतत् सर्वं, वदति वा महोदय? पूर्णतः न स्मरामि. अस्तु अस्तु अस्तु, किञ्चित् स्मरति वा सरिता भगिनी, अथवा अहं वदामि? प्रयत्नं करोमि. यत् तत्र तप्रत्ययस्य प्रायशः तस्य उदाहरणानि कर्मणि प्रयोगे भवति. त्रीणि एकम् एकं भवति यदि सकर्मकधातुः अस्ति चेत्. यदि सकर्मकधातुः नास्ति चेत् भावे प्रयोगः भवति. परन्तु गत्यर्थकधातुः अस्ति यत्र गति दर्शयति चेत् तत्र तत्र तस्य कर्तरिप्रयोगः तप्रत्यये भवितुम् अर्हति. उदाहरणार्थे सः गतः, सा गता, कारयानं गतम् इति भवितुम् अर्हति. तत्र तत्र कर्तरिप्रयोगः अस्ति तत्र कर्मपदस्य आवश्यकता अस्ति एव. यथा अत्र अस्ति कोऽपि, तत् न जानामि कः अस्ति तत्र कर्ता, परन्तु यदि सः इति वक्तव्यमस्ति चेत् सः अवतीर्णः बाणगोचरं, बाणगोचरे बाणगोचरात् सः उत्पन्नः यदि अवतीर्णः भवति चेत्, स गोचरम् इति द्वितीया विभक्ति. सः अत्र दत्तं नास्ति, सः सा इति तत् न जानामि, परन्तु अत्र कर्तरिप्रयोगः अस्ति. अवतीर्णः कोऽपि पुल्लिङ्ग् कोऽपि पुमान् अस्ति तत्र कार्यं करोति. वाणगोचरं तत्र अवतीर्णः तस्य द्वितीयाविभक्तिः अस्ति, कर्मत्वम् अस्ति. किञ्चित् एव तत्र अन्यत् जोडितमस्ति, तर्हि बिन्दुत्रयमस्ति, सर्वे लिखन्तु. एतत् सर्वं वयमपि लिखितवन्तः पूर्वे, पुनः पुनस्मरणं कृत्वा. यदा टप्रत्ययस्य प्रयोगः भवति, प्रथमबिन्दुः अस्माकं द्रष्टव्यम् अस्ति, धातुः सकर्मकम् अस्ति वा, सकर्मकः अस्ति वा नास्ति वा. प्रथमबिन्दुः, यदि सकर्मकः अस्ति, टप्रत्ययस्य प्रयोगः सर्वदा कर्मणि एव. प्रथमबिन्दुः, धातुः इदानीं, हा हा, सर्वदा कप्रत्यय इत्युक्ते भूतकालः, कप्रत्यय इत्युक्ते भूतकालः, खलु? तत्र कोऽपि न द्विविधा न स्यात्. तर्हि कप्रत्यय इत्युक्ते भूतकालः. यदि धातुः अस्ति सकर्मकः, प्रथमबिन्दुः एतत्, प्रथमबिन्दुः सकर्मकधातोः सर्वदा प्रयोगः कर्मणि प्रयोगः. यदि धातुः अस्ति अकर्मकः, तर्हि किं? भगिन्या उक्तं केवलं भावे प्रयोगः, तत् सम्यक् नास्ति. इत्युक्ते भावे प्रयोगः सम्यक् अस्ति, परन्तु भावे भवति, कर्तरी अपि भवति. कर्तरिप्रयोगः, भावे प्रयोगः द्वयोः भवति, अकर्मकः अस्ति चेत्. पश्यामः उदाहरणम् इदानीं. तृतीयं, यतोहि चिन्तितम् अस्माकं धातोः यदा व्याकरणेः परिवारवर्गाः भवति चेत् सकर्मक अकर्मकगति अर्थक, गति यत् अस्ति तस्य प्राधान्यम् अपि अस्ति. गति अर्थक अस्ति चेत् तत्र कर्मणि अपि भवति, कर्तरि अपि भवति, खलु? कर्मणि अपि भवति, कर्तरि अपि भवति. तर्हि प्रथमबिन्दुः सकर्मकः अस्ति चेत् कर्मणि एव, अकर्मकः अस्ति चेत् भावे कर्तरि, गति अर्थके अस्ति चेत् कर्मणि कर्तरि, वयं खलु इति अस्ति. उदाहरणम् एतत् सर्वम् अस्माकं पठितमेव. दत्तानि वा? हा, वदतु सोपानेन, इत्युक्ते आरम्भे, हा, तदेव क्रमेण. सकर्मकः आरम्भे एकम् उदाहरणं ददातु, यस्य प्रयोगः भवति कर्मणि. दृश् धातुः अस्ति, दृश् धातु सकर्मकः अस्ति, तत्र दृष्टः इति, दृष्ट इति तस्य क्तप्रत्यय. तत्र बालकेन चित्रं दृष्टः, दृष्टं बालकेन चित्रं दृष्टं, क्षम्यतां, हा, बालकेन चित्रं दृष्टं, तत्र कर्मणि प्रयोगः. सूत्रं सूत्रं वदतु, किञ्चित् सहायं भवति. त्रीणि हा, त्रीणि एकमेकं, बालकेन चित्रम् एक प्रथमाविभक्ति, दृष्टं प्रथमाविभक्ति, तत्र प्रथमाविभक्तौ अनुसरति, तत्र कर्मपदम् अस्ति, कर्तृपदम् अस्ति, एकमेकम् इति क्रियापदम् अनुसरति, क्रियापदम् अनुसरति. अकर्मकधातुः अस्ति हस्तधातु, हस्तधातु हसितः, तत्र भावे प्रयोगे बालकेन हसितः एकम् एक तत्र त्रीणि एकम् एव भवति, परन्तु कर्मणि कर्तरिप्रयोगे बालकः हसितः इति अपि भवितुम् अर्हति, तदपि समीचीनं। किमर्थम् अकर्मकधातुः अस्ति चेत् यथा भवान् उक्तं भावे प्रयोगः भवति अथवा कर्तरिप्रयोगः अपि भवति, द्वौ प्रयोगौ सम्यक्। अनन्तरं गत्यर्थे यदि धातु अस्ति, गत्यर्थे धातु अस्ति, तत्र तत्र तत्र तत्र तत्र कर्मपदं वक्तव्यमस्ति भगिनि, कर्तरिप्रयोगः बालकः हसितः इति, बालकः देवं हसितः इति वक्तुं शक्यते। परन्तु तस्य आवश्यकता तु नास्ति, वक्तुं शक्यते खलु। यदि वदति कर्तरिप्रयोगः भवति कस्य, खलु कर्मपदं वक्तव्यमस्ति, वक्तव्यमस्ति कर्तरिप्रयोगे। आमां समीचीनं। अस्माकं पठितं श्लिषादिभ्यः कर्तरिक्तः इति, तत्र श्लिषादयः इत्युक्ते तत्र अकर्मकः ये, खलु इत्युक्ते हरिः वैकुण्ठम् अधितिष्ठत अधिष्ठितः अधितिष्ठति अधितिष्ठति हरिः वैकुण्ठम् अधिष्ठितः कृष्णः रथम् आरूढः, रुधातुः इति अस्ति खलु, इति अकर्मकः तान्तप्रयोगे अस्ति चेत् भावप्रयोगे तु भावप्रयोगः तु निश्चयेन भवति, कर्तरि अपि भवति। अस्तु अस्तु सम्यक् सम्यक् अग्रे गति गति गत्यर्थे अस्ति यदा यदा गच्छति अस्ति अथवा तरति धातुः अपि यदि पारगमनार्थे अस्ति चेत् तत् सकर्मकः भवति, परन्तु तदपि गत्यर्थकः अस्ति। तत्र बालकः तत्र कर्तरिप्रयोगः भवति, बालकः नदीं तरति, तत्र नदीमिति द्वितीया विभक्ति, एकं द्वे एकं। कर्मणि प्रयोगे भवति बालकेन नदी तीर्यः तीर्या नदी तीर्या बालकेन नदी तीर्या अस्तु अस्तु अस्तु सम्यक् सम्यक् एतत् सर्वम् अस्तु। अहम् उदाहरणानि अपि वदामि, अस्माकम् अभ्यासः भविष्यति। तर्हि कः पुनः वक्तुमिच्छति तत्र अत्र कीदृशस्थितिः, तत्र देवकान्तमहोदय वदति वा तान्तप्रत्ययप्रयोगे? आम् महोदय, ताप्रत्ययः भूतकाल ताप्रत्ययस्य प्रयोगं भूतकाले अस्ति। प्रथमबिन्दुः अस्ति यदि धातुः सकर्मकधातुः अस्ति चेत् तस्य प्रयोगः कर्मणि प्रयोगे अस्ति। यदि अकर्मकधातुः अस्ति चेत् भावे अथवा कर्तरिप्रयोगे अस्ति तस्य प्रयोगः। तृतीयबिन्दुः अस्ति गत्यर्थकः, यदि धातुः गत्यर्थकधातुः अस्ति चेत् कर्मणि प्रयोगे अथवा कर्तरिप्रयोगे तस्य प्रयोगः अस्ति। सम्यक्, उदाहरणानि इदानीम्। अस्तु अस्तु अस्तु, तत्र आरम्भे सकर्मकधातुः नीत्वा उदाहरणं वदतु। चल् चल् धातु धातु चलति इति क्रियापदं गत्यर्थके अस्ति, अन्यत् किमपि पठति लिखति खादति किमपि पठति पठ् धातु सकर्मकधातुः अस्ति, सः महाभारतं पठति। वर्तमानकाले अस्ति, इदानीं तदेव तदेव वाक्यं वदतु इदानीं, कर्मणि तान्तप्रयोगे बालकेन तेन महाभारतं पठितं समीचीनम् इति अस्ति कर्मणि प्रयोगे सकर्मकः धातुः अस्ति पठति कर्मपदम् अस्ति केवलं कर्मणि प्रयोगः भवति केवलम् अस्तु इदानीम् अग्रे अकर्मक अकर्मकधातु नृत् धातु नृत्यति इति क्रियापदं भावे प्रयोगे बालिकया पतति इति वदतु इति अति सुलभमस्ति हसति पतति तिष्ठति एतत् ओके पत् धातु पतति इति क्रियापदं पतितः फलेन पतितं फलेन पतितं भलेन पतितं भावे प्रयोगे समीचीनमस्ति भावे प्रयोगे हा कर्तरि त्यजामः एव किमपि कर्मपदं तत्र योजयितुं शक्नुमः अकर्मकः इदानीं वदामः चेत् अकर्मकधातुः अस्ति सारि क्षमतां गत्यर्थकः अस्ति चेत् गम् धातु गच्छति इति क्रियापदं अहं पाठशालां गतः कर्तरि तदेव वाक्यं कर्मणि वदतु इदानीं मया पाठशाला गता सम्यक् इति अस्ति खलु इति अस्ति इति विषयः सर्वे किञ्चित् तत्र पुनरभ्यासं कुर्वन्ति चेत् सम्यक् भविष्यति एतत् सर्वम् अस्तु अग्रे द्वितीयबिन्दुः अत्र पठतु महोदय आचार्येण यत् उक्तं कौबेरदिग्भागमापस्य गमपास्य कौबेरदिग्भाग क्षम्यता कौबेरदिग् कौबेरदिग्भागमपास्य मार्गमार्गस्य उष्णांशु रिवावतीर्णः मार्गमार्गस्ति मार्गमार्गस्ति अमुष्णाम् अशुरी वा अवतीर्णः अत्र प्राधान्यमस्ति अवतीर्णः खलु अवतीर्णः अमुष्णामपि अमुष्णामपि इत्युक्ते तत्र कर्मपदम् अस्ति अवतीर्णः इति दृष्ट्वा वक्तुं शक्यते खलु साक्षात् इति कर्तरिप्रयोगः अस्ति इति कृत्वा एवं तत्र यथा भगिन्याम् उक्तं तत्र कर्मपदम् अपि अस्ति खलु तृतीयं मेघपदवितीर्णो श्वः मेघपद विम मेघपदवीम् अवतीर्णौ श्वः मेघपदवीम् अवतीर्णौ श्वः अत्र कीदृशस्थितिः मेघपदवी कर्मपदमस्ति मेघपदवीम् अवतीर्णो श्वः कर्तरि आवाम् इति अस्ति खलु आवाम् इति न लिखितमस्ति परन्तु द्विवचने अस्ति खलु आवाम् इति हा वदामः तत्र आवाम् इति द्विवचने अस्ति कर्तरि द्विवचनमस्ति अत्र अवतीर्णौ इति अस्ति इति प्राधान्यमस्ति अस्तु अग्रे गच्छामः तर्हि तर्हि सरिता भगिनी पठतु अग्रे सः कूपे अवतीर्य घटम् उपरि आनीतवान् इत्यत्र किं साधुता अस्ति मां किमर्थं पृच्छति भवान् भवता एव निर्णयः वक्तव्यः अत्र अपि कूपस्य एव कर्मता तत्र शिष्या वदति सः कूपे अवतीर्य घटम् उपरि आनीतवान् इति साधु अस्ति वा अथवा नास्ति किमर्थं कूपे अवतीर्य अत्र अपि कूपे अवतीर्य वाक्यखण्डम् अस्ति तत्र अवतीर्य तत्र तथापि अवतरतेः प्रयोगः अस्ति अवतरतेः तत्र सकर्मकत्वेन तत्र क्रिया कर्मपदम् आवश्यकम् एव अत्र अपि कूपस्य सकर् कर्मत्वं भवति आचार्य पृच्छति भवता एव वक्तव्यः अस्ति पूर्वे कूपस्य एव कर्मत्वं स्यात् इति तत् मां किं पृच्छति भवान् स्वयमपि उत्तरं ददातु अथवा स्वयमपि चिन्तयतु उत्तरं ददातु तत्र शिष्यः वदति कूपस्य एव कर्मता तत्र अपि कूपस्य एव कर्मत्वं भवति तदर्थे वाक्यं भवति कूपम् अवतीर्य घटम् उपरि आनीतवान् अस्तु समीचीनम् अग्रे अपि एकम् आचार्यः किं वदति पठतु समीचीनं तदा तु कूपम् अवतीर्य इति प्रयोगः स्यात् किन्तु कर्मणः अविवक्षा यदा क्रियते तदा सप्तमी अपि क्वचित् प्रयुज्यते प्रयोगो तत्र प्रयोगाः यथा कूपम् अवतीर्य एव भवति किमर्थम् असकर्मकत्वेन अवतरतेः प्रयोगे सकर्मकत्वेन कूपम् इति भवति परन्तु यदि कर्मपदं वक्तुम् इच्छा नास्ति अविवक्षा वक्तुमिच्छा विवक्षा वक्तुम् अनिच्छा अस्ति चेत् अविवक्षा यदा कर्मपदं वक्तुं न इच्छति भवान् तदा तत्र सप्तमी विभक्तौ प्रयोगः अपि भवितुम् अर्हति किञ्च क्वचित् प्रयुज्यते तत्र क्वचित् तत्र दृश्यते सप्तमी विभक्तेः प्रयोगः दृश्यते तत्र कानिचन उदाहरणानि दत्तानि सन्ति कस्मिन् अवतितीर्षति ते पुण्यभाजिप्रदेशे हृदयं तत्र अवतितीर्षति तत्र अस्ति न तत्र युयुत्सवः योद्धुम् इच्छा अस्ति चेत् युयुत्सवः भवति तथा यत्र अपि यस्य तरितुम् इच्छा अस्ति सः अवतीर्षति इति वक्तुं शक्यते सनन्तधातवः अस्ति तत्र अवतितीर्षति पुण्यभाजीप्रदेशे हृदयं तत्र पुण्यभाजीप्रदेशे तत्र प्रदेशे इति सप्तमी विभक्ति अवतितीर्षति इति क्रियापदमस्ति तदपि अवतरतेः अन्यदेकं रूपम् अस्ति मूलधातुः अस्ति तृधातु तत्र अव इति उपसर्गः तस्य सनन्तरूपः अस्ति अवतितीर्षति इति मुनिकन्या च सा शापात् तस्यां जाताव अवातरत् इति मन्ये जाताव अवातरत् तत्र अपि अवातरत् अस्ति तस्यामिति सप्तमी विभक्ति भवति तस्यां स्त्रीलिङ्गे अस्ति तत् सर्वनामस्य सप्तमी एकवचनं समीचीनं हा अत्र यदि कर्मपदस्य वक्तुम् इच्छा नास्ति चेत् खलु अविवक्षा अस्ति चेत् सप्तम्यपि क्वचित् प्रयुज्यते साधारणतया नियमः तादृशं नास्ति खलु क्वचित् भवति परन्तु साधारणतया अस्माकं नियमः अस्ति त्रिधातुः यदि अव उपसर्गः इति अस्ति चेत् तत्र तु द्वितीयाभिवक्तिः एव कर्मपदस्य आवश्यकता अस्ति अविवक्षा अस्ति चेत् सप्तमी कुत्रचित् भवति इति अस्ति अस्तु सम्यक् अग्रे विनोद महोदय शिष्य वदति एवं तर्हि नद्याम् अवतीर्य स्नानं क्रियते नदीम् अवतीर्य स्नानं क्रियते इति उभयता अपि प्रयोगः भवितुम् अर्हति शिष्य वाक्यं वदति नद्याम् अवतीर्य स्नानं क्रियते कोऽपि बालक नद्यां मध्ये स्नानं करोति तत्र द्वितीयविभक्ति अस्ति नद्यां अवतीर्य स्नानं करोति तत्र नद्याम् इति का विभक्ति महोदय नद्यां सप्तमी विभक्ति सप्तमी विभक्ति अत्र सप्तमी विभक्ति अवतीर्यं तीर्य प्रयोग भवति हा इत्युक्ते तस्य प्रश्नः कः शिष्यस्य प्रश्नः अस्ति क्रिया अत्र क्रिया अस्ति कुत्र विभक्ति क्रिया अस्ति सप्तमी विभक्ति क्रिया अस्ति तथा नास्ति तत्र किञ्चित् भिन्नमस्ति अस्तु बहु किमपि सम्यक् उक्तं परन्तु अन्यत् किञ्चिदपि अस्ति अस्तु तर्हि महोदय कुशलमहोदय किञ्चित् वदति वा अत्र शिष्यस्य आशयः कः इदानीं नद्यां सप्तविभक्ति नदीं नद्याम् एन् नदीं द्वे भिन्नः प्रयोगः नद्याम् अवतीर्य स्नानं क्रियते उभयतया प्रयोगः भवितुमर्हति तत् प्रश्नं पृच्छति नद्याम् अथवा नदीं तर्हि उत्तरं किम् आचार्यः किं वदति अग्रे उत्तरं नदीम् एव तर्य इत्येव प्रयोगः प्रशस्तरः इति भाति मम अध्यापक आचार्यः वदति नदीम् अवतीर्य साधु यतः अत्रापि अवतरते सकर्मकर्मकता एव खलु अवतरति सकर्मकधातुः तथापि कर्मशः अविवक्षाम् आश्रित्य नद्याम् अवतीर्य इत्यस्य समर्थनं करणीयः करणीयं स्यात् यदि वक्तुं न इच्छति कर्णः वक्तुं न इच्छति तर्हि नद्याम् अवतीर्य अपि प्रयोगः शक्यम् तत्र बहु किमपि न उक्तं महोदय तत्र नदीम् अवतीर्य इत्येव प्रयोगः प्रशस्ततरः प्रशस्ततरः इत्युक्ते मुख्यतरः प्रधानतरः कीदृश एकनिमिष कीदृशप्रयोगः अस्ति रूपं किं पठितवन्तः अस्माकं प्रशस्ततरः प्रशस्ततरः प्रशस्ततमः प्रसाद् महोदय तरं तपम् तरम् सम्यक् वदतु तरप्रत्यय द्वयो मध्ये अस्ति चेत् तरप् बहुषु मध्ये अस्ति चेत् तमप् खलु इदानीं इदानीं तत्र अवगच्छति वा महोदय कुशलमहोदय अहं न स्मरामि न स्मरति अभ्यासं करोमि न तदर्थं तदर्थं इत्युक्ते पर्वतेषु हिमालयः दीर्घतमः उन्नततमः उन्नततमः खलु किन्तु तत्र रामश्यामौ रामः उन्नततरः अत्र तुलना भवति केवलम् इति बहु किमपि अस्ति तत्र एतत् सर्वं तत्र पठितवन्तः अस्माकम् अस्तु नदीम् अवतर्य इत्येव प्रयोगः प्रशस्ततरः इति भाति मम इत्युक्ते प्रयोगः नद्याम् अवतीर्य स्नानं क्रियते इति साधुः नास्ति नदीमवतीर्य सप्तमी विभक्ति न तत्र तुलना अस्ति चेत् रामश्यामयोः रामः रामश्यामयोः क्षमतां रामश्यामौ न रामश्यामयोः सम्यक् रामश्यामयोः सम्यक् अथवा रामश्यामानयोः तत्र सम्यक् नदीम् अवतीर्य इत्येव प्रयोगः प्रशस्ततरः भवति इति तस्य भातिः अस्ति आचार्यस्य यतः अत्रापि अवतरतेः सकर्मकता एव खलु सकर्मकम् अस्ति सकर्मकः अस्ति सकर्मकधातुः अस्ति अवतरति तथापि कर्मणः कर्मणः इत्युक्ते कर्मणिप्रयोगः द्वितीया विभक्ति कर्मपदं सकर्मकः अस्ति चेत् हा कर्मणः कर्मणः इत्युक्ते कर्मणः इत्युक्ते कर्मणि अथवा कर्मपदम् कर्मपदं विभक्ति अस्ति न कर्मपदं इति अस्ति खलु कर्मपदस्य अविवक्षां वक्तुं यदि न इच्छा अस्ति चेत् अविवक्षाम् आश्रित्य मध्याम् अवतीर्य इत्यस्य समर्थनं करणीयं स्यात् इत्युक्ते यदि भवति चेत् यदि वक्तुम् इच्छति चेत् इति कर्मपदं न वक्तुम् इच्छति चेत् नद्याम् अवतीर्य इति वक्तुं शक्यते परन्तु साधुः तु तदेव अस्ति नदीम् अवतीर्य इति साधुः अस्ति अस्तु अस्तु सम्यक् सम्यक् अग्रे इदानीं गच्छामः तत्र हा प्रसाद् महोदय अग्रे स्थितिः तु नद्यां भवति इत्यतः सप्तमी समर्थनारः एव खलु स्यात् तुषा भवति, स्त्री तु नद्यां भवति इत्यतः मत्तनारः अत्र सप्तमी विभक्ति अस्ति नद्यां. सो नदी नदी अन्ते अस्ति सप्तमी विभक्ति भवति समर्थनारः नास्ति इति मन्ये चिन्तयति सम्यक् नास्ति इति चिन्तयति. हा अत्र स्थितिः इत्युक्ते तिष्ठति इति खलु, इत्युक्ते स्थितिः इति वदामः चेत् पुरुषः नद्या हा पुरुषः उदाहरणं पुरुषः नद्यां तिष्ठति उदाहरणम् अत्र. स्थितिः तु नद्यां भवति यथा भगिन्या इदानीम् उक्तवती. पूर्णवाक्यं वदतु भोः, कर्तृपदं किम् अस्ति इति वाक्यं पुरुषः नद्यां तिष्ठति. स्थितिः इत्युक्ते कस्य कः अथवा का किं तिष्ठति. स्थितिः तु नद्यां भवति इति अतः सप्तमी एव समर्थनं भवति, समर्थनम् इति वक्तुं शक्यते खलु. स्थितिः अस्ति यतोहि पुरुषः नद्यामेव तिष्ठति अथवा कूपि नद्यामेव तिष्ठति यतोहि स्थितिः इति वदति. स्थितिः तु नद्यां भवति इत्यतः सप्तमी समर्थम् आर्ह इत्युक्ते समर्थनं किं कर्तुं कर्तुं शक्यते इत्युक्ते सप्तमी एव कर्तुं शक्यते इति शिष्यः वदति. अस्तु तर्हि किं वदति आचार्यः तत्र देवकान्तमहोदय? आचार्यः वदति धातुप्रयोगानुगुणं खलु सकर्मक अकर्मकत्वादयः निर्णेतव्या भवन्ति. स्थित्वा इति यदि प्रयोगः स्यात् तर्हि सप्तमी एव सङ्गच्छेत, अत्र तु तथा नास्ति. धातुप्रयोगानुगुणं खलु सकर्मक अकर्मकत्वादयः निर्णेतव्या भवन्ति निर्णेतव्याः भवन्ति. स्थित्वा इति यदि प्रयोगः स्यात् तर्हि सप्तमी एव सङ्गच्छेत, अत्र तु तथा नास्ति. अवगच्छति वा अथवा किञ्चित् नास्ति नास्ति चिन्ता अस्ति. तत्र अश्लेष महोदय किञ्चित् वदति वा? अत्र अस्ति धातोः धातोः बहवः अर्थाः सन्ति, तर्हि किम् अर्थं धारय प्रयोगं कर्तुमिच्छति तथैव तदाधारय अपि निर्णयं कर्तव्यं सकर्मक उत अकर्मक. तर्हि यदि मनसि अस्ति स्थित्वा इति अस्ति तस्य धातोः प्रयोगः तस्य अर्थं स्थित्वा इति धारयित्वा करोति चेत् तर्हि सप्तमी एव भवति. परन्तु यदि स्थित्वा नास्ति अवतरतेः अर्थे अस्ति चेत् सप्तमी न शोभते. सम्यक् खलु, इत्युक्ते कोऽपि तिष्ठति इति अर्थे अस्ति चेत् धातोः इत्युक्ते तिष्ठति इति अर्थे भवति धातुः चेत् तत्र सप्तमी इति तिष्ठति अर्थे इत्युक्ते नद्यां तिष्ठति इति कुत्र वक्तुमिच्छति चेत् वाक्ये अथवा किमपि अन्य कुत्रापि तिष्ठति एव अवतरति परन्तु स्थितिः कुत्र अस्ति इति आशयः अस्ति चेत् तत्र सप्तमी भवितुम् अर्हति. परन्तु यदि स्थितिः सम्बन्धे इति बहु किमपि नास्ति चेत् प्राधान्यं स्थितिः इति नास्ति चेत् तत्तु द्वितीया एव. स्थितिः सम्बन्धि अस्ति चेत् अवतरति सप्तमी भवितुम् अर्हति, परन्तु त्रिधातुः अस्ति एवं स्थितिः सम्बन्धि नास्ति एव. साधारणतया सर्वदा द्वितीया भवति चेत् वदति चेत् तत्तु सम्यक् एव, त्रुटिः नास्ति तत्र इति वदति. अस्तु अस्तु, अति उत्तमम्. अस्तु अग्रे विजया भगिनी. अस्ति वा विजया भगिनी? यस्य वदति प्रादेशिकभाषायां सप्तमीप्रयोगः एव दृश्यते सर्वत्र. शिष्यप्रश्नं पृच्छति सप्तमीप्रयोग सर्वत्र दृश्यते आचार्य? अत्र शिष्यः वदति भोः प्रादेशिकभाषायाम् इत्युक्ते संस्कृतेन न खलु, बहवः प्रदेशाः सन्ति खलु, राज्याः सन्ति, प्रदेशाः सन्ति, तत्र भाषा संस्कृततः एव आगतः खलु. भव प्रत्येकप्रदेशे एक राष्ट्रभाषा प्रादेशिकभाषा अस्ति. प्रादेशिकभाषायाम् एतादृश अवतरति अस्ति चेत् तत्र तु एव सप्तमी एव दृश्यते भोः, संस्कृते इति न. शिष्यस्य प्रश्नः प्रादेशिकभाषा इति अस्ति. अग्रे करोतु अन्तिमम् आचार्य. तत्र तु धात्व अर्थादयः अकर्मकत्वादयः च सूक्ष्मतया न चिन्तयते, अतः प्रादेशिकभाषाप्रयोगस्य सादृश्यं संस्कृते न भवति सर्वत्र. धातवः धातु सकर्मक अकर्मक न भवति सर्वत्र. हा नास्ति चिन्ता, तत्र किञ्चित् भगिनी साहाय्यं करोति वा? सरिता भगिनी. तत्र प्रादेशिकभाषायां धातोः अर्थः आदि अथवा सकर्मकत्व अकर्मकत्व अस्ति चेत् तस्य निर्णयः इति सूक्ष्मतेन सूक्ष्मतया जनाः न चिन्त्यन्ति. तत्र यदि प्रादेशिकभाषायां यत् प्रयोगः दृश्यते तत् सर्वदा संस्कृते अपि दृश्यते इति न. तत्र किमर्थं तत्र भिन्नरीत्या तस्य तत्रापि चिन्तनं भवति इति आचार्या वदति. प्रादेशिकभाषायाम् अस्माकं प्रयोगः एतादृशः अस्ति, नीत्वा संस्कृते एव तथा भवति इति नास्ति इति तस्य आशयः खलु. इत्युक्ते अस्माकं प्रदेशे यत् भाषा प्रचलति तत्र तु एतादृश वदन्ति जनाः, तादृशं संस्कृते एव अस्ति इति सर्वदा तथा नास्ति. किमर्थम् इत्युक्ते प्रादेशिकभाषायां किं नास्ति, सूक्ष्मतया इत्युक्ते विस्तारेण भेदः इति नास्ति. इत्युक्ते सकर्मकः कः, अकर्मकः कः, गत्यर्थकः कः, सप्रयोगः इत्युक्ते प्रत्ययः कः, कर्मणि कर्तरी, एतादृशनियमाः बहु किमपि इति न दृश्यते. अथवा तत्र प्रादेशिकभाषायां दोषः इति न वक्तुं शक्यते, तादृशजनाः वदन्ति एव. प्रादेशिकभाषायां तत्रैव व्याकरणः अस्ति प्रत्येकभाषायां, परन्तु संस्कृतेन तादृशं नास्ति. संस्कृते तस्य भिन्नप्रयोगाः एव. अस्तु सम्यक्. बहु किमपि चर्चितवन्तः अत्र आसीत् प्रायतः इदानीं स्पष्टं सर्वम् अन्य कोऽपि प्रश्नः अस्ति वा अत्र न महोदय धन्यवादः महोदय अस्तु अस्तु तर्हि महोदय देवकान्तमहोदय भवान् किं तत्र वदति वा आगामि सप्ताहे उपस्थापनम् एतत् विषयस्य अस्तु अस्तु सम्यक् अस्तु तर्हि अत्र सर्वेषां तत्र धन्यवादः आगामि सप्ताहे मिलामः अस्तु धन्यवादः धन्यवादः